अनादिगणे हलन्तधातवः इति अस्माकं विषयः इदानीं प्रवर्तते। तत्र अस्माभिः पूर्वं बहून् धातून् अस्माभिः बहवः धातवः अस्माभिः पठिताः। तत्र प्रत्येकधातुमध्ये किञ्चित् भिन्नभिन्नकार्यमस्ति। तत्र केषुचित् धातुषु विकल्पेन अन्यानि रूपाणि भवन्ति, कुत्रचित् नूतनसूत्रम् आगत्य किञ्चित् कश्चित् भेदः करोति इति भिन्नं भिन्नम् अस्ति। तर्हि इदानीम् अस्माकम् अस्ति धातुः हन् धातु इति अस्ति खलु, हन् धातुमध्ये अस्माभिः गतरविवासरे पठितम्, इदानीं पुनः एकवारं पुनरावलोकनं कृत्वा अग्रे गच्छामः। तर्हि हन् धातु किमस्ति, हिंसागत्यम्। हन् धातुमध्ये गुणस्य तु प्रसक्तिः नास्ति, यतोहि उपधायां लघु इकवर्णः नास्ति। तर्हि अपित् प्रत्ययः अस्ति चेत्, नाम अपित् निध्वत् अस्ति चेत् किमपि कार्यं भवति वा इति अस्माकं प्रश्नः। तर्हि वयं जानीमः इदानीं हन् धातुः अनुनासिकान्त अस्ति खलु, अन्ते नकारः अस्ति। तर्हि अनुनासिकान्त अङ्गस्य विषये अस्माभिः गतपाठे बहु किमपि पठितं, यत् अनुनासिकान्तधातुः अङ्गं तदनन्तरं कित् नित् प्रत्ययः अस्ति चेत् कार्यं कथं भवति। तर्हि तत्र चत्वारि सूत्राणि सन्ति इति अस्माभिः पूर्व एव पठितं। तेषु चतुर्षु सूत्रेषु अत्र सूत्रद्वयं कार्यं करोति, हलादि अपित् प्रत्ययः अस्ति अथवा अजादि अपित् प्रत्ययः अस्ति। तर्हि हलादि अपित् प्रत्ययः अस्ति चेत् सूत्रमस्ति किम्, अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिकिति। अस्माभिः पठितं खलु, वनति नाम वन् धातु, तनोत्यादीनाम् इत्युक्ते तनादिगणीय अनुनासिकान्तधातुः तन्वत् ये सन्ति, अपि च तादृश अनुनासिकान्तधातवः येषु यः स्वरः अस्ति सः अनुदात्तः अस्ति, तेषु धातुषु तेषां धातूनां किं भवति, झलादि कित्मित् प्रत्यये परे अनुनासिकस्य वर्णस्य लोपः भवति। तर्हि अत्र पञ्चदशधातवः सन्ति इति अस्माभिः पूर्वं पठितं, तेषु अन्यतमः धातुः अस्ति हन् धातु। तर्हि हन् धातु तदनन्तरं झलादि कित्मित् प्रत्ययः अस्ति चेत् किं भवति, नकारस्य लोपः भवति, अतः हन् योगः तः हतः भवति। तदनन्तरम् अजादि अपि प्रत्ययः अस्ति चेत् किं कार्यं भवति, गमहन जनघनघसां लोपः कित्यरङ्गी इति सूत्रमस्ति। नाम गम् धातु, हन् धातु, जन् धातु, खन् धातु अपि च घस् एतेषां धातूनाम् उपधामध्ये स्थित यः स्वरः अस्ति तस्य दीर्घत्वं भवति। कदा भवति, क्षम्यतां, तस्य लोपः भवति। कदा भवति, अग्रे कित्निद् अजादि प्रत्ययः अस्ति चेत्, परन्तु अङ् न अस्ति चेत्, अङ् इति लुङ् लकारे अस्ति। तर्हि अनङ् इति नाम अङ्प्रत्ययविहाय अन्ये अजादि कित्निद् प्रत्यये परे गमहन जनघनघसाम् इति धातूनाम् उपधायाः स्वरलोपः भवति, अतः हन् योगः अन्ति, तत्र अकारस्य लोपः भवति, हनन्ति, हन अन्ति इति भवति, इति एकमस्ति। तर्हि अनुदात्तोपदेशवर्गतनोति इति सूत्रम् अस्माभिः पूर्वं पठितम्, तदनन्तरं गणहन झनघसाम् इति सूत्रमस्माभिः पठितम्, तदनन्तरम् एकं नूतनं सूत्रमस्ति हो हन्तेर्निम्नेषु। हो इत्युक्ते हः, हन्तेः इत्युक्ते तदष्टिप्रत्ययः अस्ति हन् धातुविषये, हन् तदनन्तरं निम्नेषु नाम नित्प्रत्ययः अपि च नकारपरे। तर्हि किमस्ति अनुवृत्तिभेदसूत्रं, किमस्ति, हन्तेः अङ्गस्य नाम हन्तेः अस्ति, अङ्गस्य अधिकारः अस्ति, हः इति सूत्रे एव अस्ति, कु भवति, कु इत्युक्ते कवर्ग, नाम हकारस्य कवर्ग भवति कदा, निम्नेषु णित्प्रत्ययपरे अपि च नकारपरे। हकारस्य स्थाने अन्तर्तमः इति सूत्रेण कवर्गीयवर्णः कः अस्ति अन्तर्गमः हकारस्य सदृशम्? हकुगविसर्जनीयानां कण्ठः इति तर्हि कः न हकारस्य हकारसदृश कवर्गीयवर्णः कः इति प्रश्नः। गकारः चतुर्थ सदस्य घकारः तर्हि हकारस्थाने घकारः भवति। तत्र किमस्ति हण्योगः अन्तिमध्ये गमहनजनकनघसाम् इति सूत्रेण हकारस्य हकारात् हकारात् अनन्तरं यः हकारस्य लोपः भवति हन भवति। इदानीं पश्यतु हन् धातुः अस्ति तस्मिन् हकारानन्तरं नकारः अस्ति अतः हो अन्तेर्निम्नेषु इति सूत्रस्य प्रसक्तिः भवति यतोहि हन् धातु हकारानन्तरं लोपः इति किं किं करोति महोदय? तदेव इदानीं स्वामी उक्तं खलु अजादि कित् नित् प्रत्यये परे उपधायाः स्वरस्य लोपः करोति अतः हन् मध्ये अकारस्य लोपः करोति लोपं करोति ते न इति भवति हन इ न। तत्र इदानीं हन् अङ्गमध्ये हकारानन्तरं साक्षात् नकारः आगच्छति अतः हो हन्तेर्निम्नेषु इति सूत्रस्य प्रसक्तिः आगत्य हकारस्य स्थाने घकारः भवति अतः रूपं भवति घ्नन्ति इति अस्ति गो अन्तेर्निम्नेषु। तदनन्तरं हन् कृते इदानीम् इतोपि अग्रे नूतनसूत्राणि सन्ति लोट् लकारे हन्तेर्जः इति सूत्रमस्ति हन्तेर्जः हन्तेर्जः इति सूत्रं किं वदति सूत्रसहितम् अधुरिसूत्रं किमस्ति हन्तेः अङ्गस्य जः हौ हन्तेः अङ्गस्य जः हौ नाम हौ इत्युक्ते किं हि प्रत्यय सप्तमी हि इत्युक्ते किं मध्यमपुरुष लोट्लकार एकवचनं तर्हि हि प्रत्यये परे हन् अङ्गस्य ज भवति हन् स्थाने ज भवति तर्हि हन् योगः हि तत्र भवति ज योगः हि जहि। तर्हि इदानीं ज सम्पूर्ण हन् इति धातोः स्थाने आगच्छति न तु केवल अन्तिमवर्णस्य स्थाने केन सूत्रेण? अनेकाश्चित् सर्वस्य ज इति अनेकाल् अस्ति खलु ज अतः सम्पूर्णधातोः स्थाने आगच्छति तर्हि ज इति अस्ति हन् गच्छति तर्हि हन् योगः हि जहि जहि इति रूपं भवति। इदानीमेकः प्रश्नः आगच्छति यदा हन् योगः हि मध्ये हन् स्थाने ज भवति इदानीं ज अदन्त अस्ति खलु अदन्त अङ्गमस्ति ज तर्हि अतो हे इति सूत्रं किं वदति अदन्त अङ्ग अस्ति चेत् तस्मात् अनन्तरं हि अस्ति चेत् हि तस्य लोपः भवति खलु यथा पठ् पठ् पठ धातुः अस्ति तस्य हि लोपः भवति लोट्लकाररूपं किं भवति पठ भूधातु भव तथैव ज भूत्वा अदन्तवाङ्गम् अस्ति चेत् हि तस्य लोपः भूत्वा रूपं ज इति किमर्थं न भवति केवलं ज किमर्थं जहि भवति? सर्वे अवगच्छन्ति खलु प्रश्नम्? प्रश्नम् अवगच्छामि उत्तरं न उत्तरम् इदानीं किमस्ति तर्हि इदमपि अस्माभिः पूर्वं पठितं तर्हि पश्यतु अतो हे इति 64105 अस्ति हन्तेर्जः इति 6436 अस्ति सूत्रद्वयम् अभियकार्यं करोति। अभियकार्यम् इति किमस्ति एकं मुख्यसूत्रमस्ति असिद्धवत् अत्राभात् किं 6422 तर्हि असिद्धवत् अत्राभात् इति सूत्रं किं वदति अत्र आभात् असिद्धवत् अत्र आभात् तर्हि असिद्धवत् अत्राभात् अत्र आभात् इत्युक्ते आभात् आभात् इत्युक्ते किं भ इति सूत्रं यत्र किमपि अस्ति तस्मात् पर्यन्तं तर्हि पर्यन्तं भस्य इति सूत्रमस्ति भस्य इति अधिकारसूत्रमस्ति तस्य अधिकार यावत्पर्यन्तं गच्छति तावत्पर्यन्तम् असिद्धवत् अत्राभात् इति सूत्रस्य कार्यक्षेत्रं भवति नाम 6422 इति असिद्धवत् अत्राभात् अस्ति तर्हि 6423 तः भस् अत्राभात् भस्य इति सूत्रस्य भस्य अधिकारसूत्रमस्ति भस्य इति अधिकारसूत्रस्य यावत्पर्यन्तम् अधिकारः गच्छति तावत्पर्यन्तम् असिद्धवत् अत्राभात् इति सूत्रस्य कार्यक्षेत्रं गच्छति इति तु एकमस्ति आभात् इति अंशस्य अर्थः तर्हि अन्तपर्यन्तं 6423 तः भस्य इति अधिकारस्य अन्तपर्यन्तं ये कार्याणि सन्ति तेषां नाम अस्ति आभीयकार्याणि आभीयकार्यम् 6423 तः भस्य इति अधिकार अन्तपर्यन्तं यानि कार्याणि सन्ति तेषामेकं नाम अस्ति आभीयकार्याणि तर्हि आभीयकार्यं किम् तस्य प्रयोजनं किम् असिद्धवत् अत्राभात् अत्र इत्युक्ते एकमेवम् आश्रयम् अधिकृत्य इत्युक्ते अत्र अत्र एकस्मिन्नेव स्थले तर्हि प्रत्येकसूत्रस्य किमपि आश्रयमस्ति खलु निमित्तमस्ति खलु तर्हि एकम् एव आश्रयं कोऽपि आश्रयं किमपि आश्रयम् एकम् एव आश्रयम् अधिकृत्य यदि एकाधिक अभियकार्यम् अस्ति नाम अनेक अभियकार्याणि यदि सन्ति एकमेव आश्रयं मत्वा तर्हि तानि अभियकार्याणि परस्परम् असिद्धवत् भवन्ति नाम एक अभियकार्यम् अन्य अभियकार्यस्य फलं न द्रष्टुं शक्नोति इति अस्ति असिद्धवत् अस्ति तर्हि पूर्वतः सिद्धम् इति तु एक अधिकारः अस्ति यत्र एकं सूत्रम् अन्यसूत्रस्य कृते असिद्धवत् भवति सपादसप्ताध्यां सपादसप्ताध्यायां तत्र अपि एकः अधिकारः अस्ति असिद्धवत् अत्राभात् यत्र अपि सूत्राणि परस्परम् असिद्धवत् भवन्ति तर्हि एकं सूत्रम् अन्यसूत्रस्य कार्यं न द्रष्टुं शक्नोति तत्र परस्परं क्लेशः नास्ति तर्हि तस्य किम् उदाहरणमस्ति अत्र एव अस्ति हन्तेर्जः अतोहेः सूत्रद्वयम् आभीयकार्यं भवति अस्तु उभयोः कार्यक्षेत्रं समानमस्ति आश्रयं समानमस्ति कः किमस्ति आश्रयं हि प्रत्ययः अतः बात् इति सूत्रं बात् इति सूत्रं कुत्र अस्ति महोदय भ इति सूत्रम् अस्य सूत्रं न बात् आ बात् इति उक्तम् आ बात् इति उक्तं तद् बात् इति भ इत्युक्ते भस्य सूत्रस्य तत्र लक्षणमस्ति 6429 इति भस्य सूत्रमस्ति तर्हि अत्राभात् इत्युक्ते आभात् इत्युक्ते भस्य इति सूत्रस्य अधिकार यावत्पर्यन्तं गच्छति तावत् पर्यन्तं 6422 till 64129 no 64129 इति भस्य अस्ति भस्य इति तस्य अधिकार यावत् पर्यन्तं गच्छति तावत् पर्यन्तं सो बियॉन्ड 64129 आल्सो भस्य यत्र अस्ति तत्र पर्यन्तं न भस्य सूत्रस्य अधिकार यावत् पर्यन्तं अस्ति तावत् पर्यन्तं तर्हि पश्यतु इदानीं हन्तेर्जः तस्यापि आश्रयमस्ति हि प्रत्ययः अथोहेः तस्यापि आश्रयमस्ति हि प्रत्ययः अतः हन्तेर्जः यः कार्यं करोति तत् कार्यम् अथोहेः द्रष्टुं न शक्नोति अतः किं भवति हन्तेर्जः इति सूत्रेण हन्स्थाने ज भवति खलु ज ज योग हि इदानीम् इति एषः आदेशः यत् अस्ति यः अस्ति ज इति आदेशः एषः आदेशः अतोहेः द्रष्टुमेव न शक्नोति अतोहेः इदानीम् अपि हन् एव पश्यति ज इति न पश्यति अतः ज न पश्यति चेत् हन् एव पश्यति चेत् अतोहेः अदन्तमङ्गं न पश्यति न पश्यति एव न इदानीमपि अतोहेः नकारान्त अङ्गमेव पश्यति अतः अतोहेः तस्य प्रसक्तिः एव न भवति कार्यमेव न भवति अतः जहि इति तिष्ठति असिद्धवत् भवति हन्तेर्जः इति सूत्रेण यत् कार्यं भवति तत् कार्यम् अतोहेः सूत्रस्य कृते असिद्धवत् अस्ति इट् इस् एज़् इफ् इट् नेवर् हेपन्ड् अतः अतोहेः कार्यं न कर्तुं शक्नोति अतः जहि एव रूपं भवति न तु ज जहि भवति एकं तत्र एव आणि अस्तु आभ्यकार्यस्य असिद्धवत् अत्राभात् इति अधिकारः अस्ति मुख्यमस्ति तस्य अन्यानि अपि उदाहरणानि सन्ति अस्धातुमध्ये अस्धातु कृते अपि यानि रूपाणि सन्ति तत्र अपि लोट्लकारे रूपमस्ति एधि तत्र अपि अस्य सूत्रस्य प्रसक्तिः अग्रे आगच्छति अस्मिन्नेव पाठे आगच्छति परन्तु अत्र अन्तेर्जः अतोहेः परस्परम् असिद्धवत् भवति अतः रूपं भवति जहि इति अस्ति अस्तु इदानीं मुख्यकार्याणि अस्माभिः पठितानि इदानीं प्रत्येकलकारस्य कृते रूपाणि कुर्मः तर्हि मीना महोदय लट् लकाररूपाणि करोतु हन् धातोः छन्न योगः ति हन्ति किमपि न भवति तत्र हन्ति हतः भवति क्रमेण वदतु सूत्राणि वदतु हन्ति इति भवति किमपि न भवति सत्यं किमपि न भवति किमर्थं न भवति हन् अत्र उपदा गुण गुणप्रसक्तिः नास्ति तत्र हलत दातु उपदा उपदा ईकवर्णः नास्ति अनुदात्तोपदेश इति सूत्रं कार्यं न करोति वा नकारस्य लोपः किमपि अनुदात्तोपदेश तत्र हन् धातोः अनुदात्त उपदेश वनति तनोति वनति तनोति तनोत्यादीनाम् अनुनासिको लोपः जलि किति इति तत्र ति इति पित् अस्ति कृति नास्ति कित् नास्ति खलु नित् नास्ति अतः प्रसक्तिः नास्ति तदेव मम प्रश्नः अस्तु तर्हि हन्ति भवति अग्रे सः तत्र हन्तः तत्र कित् भवति तिप् नास्ति तस्मात् तस्मात् लोपः भव तत्र अनुनासिक अनुदात्तोपदेशो मनसि तनोति इत्यादीनाम् अङ्गस्य लोपः जलि इति तत्र तस्मात् हन् हन्तः हतः भवति नकारस्य लोपः भूत्वा हतः भवति हतः भवति हन्ति हतः ग्रन्थि अत्र हन् अन्ति अस्ति तत्र अजादि अजादि अपित् अस्ति हन् अन्ति अत्र गमहनजनकनगसां लोपः इति सूत्रेण हन् अन्ति तत्र तत्र ग्रन्थि भवितव्यं किल रूपं दृष्ट्वा क्रमं न वदतु क्रमं दृष्ट्वा रूपं करोतु खलु भवती रूपं न जानाति इति चिन्तयतु भवती ग्रन्थि कथं भवति इति न हन् अन्ति भवति तत्र अकारस्य लोपः भवति खलु हन अन्ति ह न अन्ति लोपः घमघनघनलो गसां लोपः किति इति सूत्रेण हन् इन् अकारः लोपः वा इन् अकारः लोपः इन् अन्ति भवति तदनन्तरं हो हो हन्ते निन्नेषु इति सूत्रेण हन्तेरङ्ग हकारस्य कवर्गं भवति घ भवति इन् अन्ति भवति तदनन्तरं वर्णमेलनमेव घ्नन्ति भवति. किमर्थम् अत्र सूत्रं कार्यं करोति, निमित्तं किम्? होहर्णे निन्नेषु हकारस्य कवर्गं भवति तत्र. किं भवति? अत्र इस्य इन् अन्ति अत्र अस्ति, तत्र हकारस्य घकारः भवति. कुवर्णः भवति. निमित्तं किं? निन्नेषु इति अस्ति खलु, तर्हि अत्र निन्नेषु निन्ने अत्र किमर्थम् अन्ति इति अन्ति इति अपित् अपित् अस्ति. निन्नेषु निन्नेषु कः अंशः अत्र सूत्रे प्राप्तमस्ति? कः अंशः? निति ङिति प्रत्यये परे हन्धातोः हकारस्य स्थाने कवर्गादेशः भवति. निति णिति प्रत्यये परे नकारे परेषु च अत्र प्रत्ययः नास्ति खलु. नित् नित् प्रत्यय अन्ति सि आका नास्ति भगिनि महोदय. निमित्तत्रयमस्ति खलु, नित् प्रत्ययः, नित् प्रत्यये अपि च नकारः खलु, अत्र किमस्ति? तत्र निन्नेषु प्रत्ययस्य सूत्रस्य प्रसक्तिः कथं भवति? नकारः अस्ति खलु निन्नेषु, नित् नित् नकारः. तर्हि नित् प्रत्यय अग्रे भवेत्, नित् प्रत्यय भवेत् अथवा हकारानन्तरं नकारः भवेत्. अत्र हर मध्ये हकारानन्तरं नकारः अस्ति खलु, साक्षात् हकारस्य लोपानन्तरं नकारस्य स्पर्शात् अत्र सूत्रं कार्यं करोति, घ्नन्ति. अवगच्छति वा? कथं अनवगच्छामि. अन्ति इग्रि इन् अन्ति अस्ति तत्र, न इह् इन् अस्ति गमगण सन् सां लोपः क्नति इति सूत्रेण हन् हन् इदानीम् अकारः लोपः, इह् इन् अन्ति अस्ति तत्र. तत्र होः अन्तेः निन्नेषु ओ हकारस्य अनन्तरं नकारः अस्ति तस्मात् हकारस्य अनन्तरं नकारः अस्ति तस्मात् हो हन्ते निन्नेषु कवर्गं भवति, तस्मात् घ्र हकारस्य घ्र भवति, घ्नन्ति. सो हन्ति हतः घ्नन्ति. देन् हन् हन् सि भवति, हन् सि भवति तत्र. हि प्रत्यये हि प्रत्यये परे हन् धातोः जकारः हन्तेर्जः इति सूत्रेण जकारः भवति. लोट् लकारे अस्ति, अत्र हि प्रत्यये अस्ति वा? सि अस्ति. लोट् लकारे न क्षम्यमां, दट् इस् लोटि. हन्ति हतः घ्नन्ति. हंसि हंसि भव हंसि हतः हत हंसि हंसि तत्र कार्यं वदतु खलु. हन्नियोगः सि हन्नियोगः सि हन्नियोगः सि सि इस् हलादि हलादि अपेत् हलादि अपेत् अनुदातो पित् अस्ति हलादि पित् अस्ति किमपि कार्यं नास्ति सन्धिकार्यं किमपि अस्ति वा अङ्गकार्यं नास्ति चेत् अङ्गकार्यं नास्ति हन्यसि हंसि वा अस्ति वा न जानामि कार्यं वदतु तर्हि अहं जानामि कार्यं प्रक्रिया का अस्ति सूत्राणि कानि सन्धिसूत्राणि अस्ति खलु सन्ति खलु हन्ययोगः सि इदानीं किं भवति हन्ययोगः सि नश्च पदान्तस्य वा नश्च पदान्तस्य अनुस्वारः भवति अनुस्वारः भवति हंसे सूत्रं विस्मृतं विस्मृतं मया सूत्रं बहु सामान्यसूत्रमस्ति तत्तु न विस्मर्तव्यं हंसि हंसि हंसि हंसि हतः हतः सीतः हन्नसि हंसि नस्य पदान्तस्य जलीति सूत्रेण अथमस्य कार्यं किम् हंसि हत तत्र हन्ति हतः ग्रन्थि हंसि हत समानमेव किल हलादि अपि च अनुदातो उपदेशो इति सूत्रे वनति तनोति अनुदातो उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो सो अनुनकारलोपः हतः जलिक्यति हंसि हतः हतः समान सूत्रेण हन्मि अत्र किमपि पित् अस्ति हलादिपित्सि कार्यं किमपि नास्ति तत्र हन्मि एव हन्मि हन्दः हन्मः हन्दः हन्मः किमपि कार्यं नास्ति झलादि नास्ति अतः सन्धिकार्यं किमपि नास्ति हन्मि हन्वः हन्म तर्हि हन्ति हतः घ्नन्ति हंसि हतः हत हन्मि हन्वः हन्म अस्तु अग्रे अग्रे विजया महोदय करोति वा शृणोति वा अत्र करोति वा न न अहं वदामि लोट् लोट् लकारः करोमि लोट् लकारः हन् इति धातुः अस्ति भवत्याः ध्वनिः बहु हन् इति धातुः अस्ति इदानीं श्रूयते वा नमस्कारः महोदय अस्तु तत्र लोट् लकारस्य तूतात् ताम् अन्तु हीतात् तं त आणि आव आम इति अस्ति इदानीं हन् धातोः तत्र लोट् लकारस्य तात् एव अस्ति अनन्तरम् अत्र हन् धातुः अस्ति हन् धातोः प्रथमं तात् तु तत्र हन् योगः तु किमपि कार्यं नास्ति अत्र अतः तत्र वर्णमेलनमेव हन्तु इति भवति अनन्तरं तात् इति अस्ति हन् योगः तात् तत्र हनुधातो उपदेश एतत् एकनिमिषम् एतत् अनुदाते उपदेश इति सूत्रेण तत्र नकारस्य लोपः भवति वा प्रथमवारं तु सम्पूर्णसूत्रम् एकवारं पठतु अनुदात्त उपदेश पूर्णं पठतु अनुदातो उपदेश वनति तनोत्यादि नाम अनुनासिकलोपो जलिक् निति इति सूत्रेण तत्र अनुनासिकः अनुनासिकवर्णः लोपः भवति खलु जि कित् नित् प्रत्यये परे अस्ति चेत् अनन्तरं तत्र लोपः भवति चेत् अकारः एव तिष्ठति अकारः योगः तात् हतात् एव अनन्तरं तादृशमेव हतात् हतात् हन्तु इति रूपद्वयं भवति अनन्तरं ताम् इति अस्ति ताम् अपि तादृशमेव तत्र अनुदातो एतत् अनुदातो उपदेश वनति तनोत्यादि नाम अनुनासिकलोपज्ञलिनिति इति सूत्रेण तत्र अपि नकारस्य लोपः भूत्वा ताम् योजनेन हताम् इति भवति अनन्तरं तत्र तत्र हकारस्य स्थाने चतुर्थवर्णः गकारः आगच्छति सूत्रं किं चेत् सूत्रं तत्र प्रथमं किं हो हन्तेर् निन्नेषु इति सूत्रेण तत्र हकारस्य स्थाने चतुर्थवर्णः गकारः आगच्छति अकारानन्तरम् अकारः अस्ति खलु तत्र नकारः नास्ति प्रथमं तत्र गमहनजन कणगसाम् इति सूत्रम् आगच्छति खलु जि एतत् सूत्रेण तत्र अकारस्य लोपः भूत्वा तत्र नकारः एव तिष्ठति खलु न एकनिमिष 6497 गमहन लिखितमेव अत्र सत्यमस्ति गमहनजनकनघसां कित्यनङ्गी इति सूत्रेण उपधाभूत अकारस्य लोपः भवति खलु अकारस्य लोपः भूत्वा तत्र नकारः एव तिष्ठति खलु निन् इन् एव तिष्ठति अनन्तरं हो अन्तेर् अन्तेर् निन्नेषु इति सूत्रेण हकारस्य स्थाने चतुर्थवर्णः गकारः आगच्छति इदानीं नच पदान्तस्य जलि इति सूत्रेण तत्र नकारस्य स्थाने अनुस्वारः भूत्वा अन्तु इति भवति नच पदान्तस्य जलि इति सूत्रेण जलि कुत्र आगच्छति न योगः अन्तु खलु नश्चपदान्तस्य जलि घ्नन्तु घ्नन्तु अस्तु अस्तु तत्र प्रथमं नच पदान्तस्य जलि इति भूत्वा अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति आगच्छति कुतः अन्तु इति अस्ति इदानीं घ्न योगः अन्तु अस्ति खलु अत्र अनुस्वारः कुत्र भवति 7354 खलु जि एतत् नश्चापदान्तस्य झलि सूत्रं निमित्तं किम् अस्ति झलि अस्ति खलु अस्ति वा अन्तु झलादि नास्ति खलु झलादि नास्ति केवलं वर्णमेलनमेव अस्ति खलु घ्नयोगः अन्तु घ्नन्तु परन्तु तत्र मध्यमे न घ्नन्तु इति आगच्छति खलु तत्र पूर्वम् अनुस्वारन्तु अन्तेरत् पूर्वसि इति सूत्रं कार्यं करोति वा तत्र तावदेव गमहनजनकनाम् इति सूत्रेण अकारस्य लोपः अकार नकार अन्तु तदनन्तरं हो अन्तेर्निम्नेषु तिनि घ्नयोगः अन्तु तदनन्तरं घ्नन्तु अत्र अनुस्वारस्य नश्चापदान्तशरीसूत्रस्य प्रसक्तिः एव नास्ति तत् झलादि नास्ति खलु कुत्रापि अस्तु अत्र वर्णमेलनम् अन्तु इति अस्ति अत्र घ्नन्तु इति अन्तिमरूपं निष्पन्नं घ्नन्तु घ्नन्तु घ्नन्तु इति अनन्तरं तत्र मध्यमपुरुषे एकवचनं हीतात् इति अस्ति हीतात् हीतात् इति अस्ति तत्र हन्तेर्जः इति सूत्रेण एतत् हन्तेर्जहि हन्तेर्ज अन्तेर्जः इति सूत्रेण हकारस्य स्थाने जकारः आगच्छति हि अस्तु अस्तु ज भवति अनन्तरं ज हि योजनेन जहि इति भवति पूर्वमेव वरं वयं दृष्टवन्तः अतात् इति तात् इति अकारयोजनेन अकार अनन्तरं तात् योजनेन हतात् इति भवति अनन्तरं तं योजनेन हतम् इति भवति हत इति द्वितीयविभक्ति बहुवचनम् द्वितीय मध्यमपुरुषबहुवचनं भवति अनन्तरं हणानि इति भवति हणानि तत्र आनि इति हण् धातोः आनि योजनेन हणानि इति भवति तत्रापि वर्णमेलनमेव अनन्तरं हणाव हणाव एकः प्रश्नः अस्ति हणानि मध्ये आनि अजादि प्रत्ययः अस्ति अतः गमहन जनकसामि सूत्रं कार्यं न करोति वा गमहन जन एकनिमिषम् अहम् अत्र तत्र एतत् कितिनिति प्रत्यये परे अस्ति चेत् एव कार्यं करोति खलु जि एतत् आनि योजनेन हणानि इति भवति तादृशमेव हणाव हणाम इति भवति आहत्य हतात् हन्तु हतां गन्तु जहि हतात् हतं हत हणानि हणाव हणाम इति अन्तिमरूपं त्रिषु लिङ्गेषु भवति अस्तु त्रिषु पुरुषेषु वचनेषु अपि धन्यवादः गजि आं महोदय आम् हन्योगः तकारः हन्योगः तकारः अस्ति प्रथमम् अडागमः भवति अहन् योगः तकारः अस्ति तकार तकारस्य लोप अपृ हि अल् पुनः करोतु एकवारं लं लकार प्रथमपुरुषे कथं हन् योगः तकारः अस्ति अत्र प्रथमं लङ् लक् अडागमः भवति आयोगः हन् अहन् योग लङ् लिङ् लिङ् लङ् लिङ् किं बहिनी लङ् अडुदात् इति सूत्रेण अहन् इति भवति अहन् योगः तकारः अस्ति पुल्या तकारस्य लोप अपृक्तसंज्ञा भवति ततः लोप भवति अहन् इति भवति तत् सूत्रमपि पुल्याभ्योदीकात् श्रुतिसपृक्तं हल् इति सूत्रेण हल्याभ्योदीकात् इति सूत्रेण अहन् बह तकारस्य लोप अहन् तदनन्तरम् अहन् योगः ताम् अत्र अहन् योगः तामस्ति आनुधातो उपदेशे वनति तनोत्यादीनाम् अनुनासिको लोपो जलि निति इति सूत्रेण नकारस्य लोपो भवति अह योगः ताम् अहताम् अहताम् अहताम् तदनन्तरम् अहन् योगः अन् इति अस्ति अह अहन् प्रथमं गण हन जन गसा गण गसां लोप निति अनङ्गि इति सूत्रेण अत्र भवति वा किमर्थं न भवति? अजादि अपि तत्र अजादि अपि अकारः अस्ति खलु, लङ् लकार अडा भवति, अहन् इति भवति, तद् अहन् योगः अन् इति अस्ति. इदानीं भवति वा अकारस्य लोपो भवति? गणहन गणहन गजगसां गणगसां लोपो निति निति अनङ्गि नित्यनङ्गि इत्यनेन अकारस्य लोपो भवति. उपादायां लोपो भवति, अतः अहन् अहन् इति भवति. अहन् इति योगः अन् इति भवति. तदनन्तरं होर् हन्तेर् निन्नेषु इति सूत्रेण हकारस्य स्थाने गकारः भवति. गन् अगणन् अगन् अग्नन् अग्नन् अग्नन् सम्यक् वा? अग्नन् अग्नन् अगनन् अहन् योगः सकारः अस्ति. अहन् योगः सकारः अत्रापि पृक्तसंज्ञकः वर्णः अस्ति, अतः सकारस्य लोपो भवति. हि अल्यो दीर्घमहल् इति सूत्रेण अहन् इति भवति. तदा सम्यक् वा? अहन् अहन् सम्यक् अहन् अहन् योगः तम् अहम् अहतम् अहतम् इति भवति. नकारस्य लोपो भवति अत्र, अतः अहतम् अहतम् अहत अहत अहन् योगः अम् अहं योगः पित् अस्ति, अतः गणहन इति सूत्रं कार्यं न करोति. गमहनजन गणकसां लोपो इति सूत्रं कार्यं न करोति. अत्र सूत्रम् अत्र कार्यं करोति वा? न करोति महोदय. पित् अस्ति, पित् अस्ति, अतः अहम् अहनम् अहनम् सम्यक् वा? किमपि कार्यं नास्ति. अहन् योगः वा अत्र अपि अस्ति. अथापि कार्यं नास्ति वा? अहवन् जलम् अस्ति नास्ति. अहन् वा अहन्म बहु सम्यक्. तर्हि आहत्य अहन् अहताम् अघ्नन् अहन् अहतम् अहत अहनम् अहन्व अहन्म. विधिलिङ्गि अपि किमपि कार्यं नास्ति, यतोहि यकार झलादि नास्ति, अतः केवलं वर्णमेलनं. हन्यात् हन्यातां हन्युः, हन्याः हन्यातं हन्यात, हन्यां हन्याव हन्याम. अवगच्छन्ति वा सर्वे हन् धातोः रूपाणि कथं भवन्ति? आं महोदय. आत्मैपदम् अपि अत्र एवं सूत्रमेव कार्यं करोति वा? हन् तु परस्मैपदी अस्ति खलु? परस्मैपदी आम्. अस्तु, तर्हि हन् धातुः समाप्तः. प्रश्नास्ति वा कस्यापि? अन्यथा अग्रे गच्छामः. नास्ति महोदय. अस्तु, महोदय विदिलिङ्गकारे यात्यासां युः तत्र हलादि अपि अस्ति तत्र किमर्थं नहन् धातोः नकारः अनुनासिक न लोपः सूत्रं किं सूत्रस्य निमित्तं किम् अनुनासिकोपदेशमित्यादीनां झलि ओ जल् प्रत्ययः नास्ति यकारः अस्ति क्षम्यताम् अस्तु अग्रे गच्छामः रेफान्त् धातुः अस्ति ईर् ईर् धातु पर आत्मनेपदी धातु गतौ कम्पनी च तर्हि मदर् महोदय पठ मीना महोदय पठतु रेफान्त ईर् रेफान्तः ईर् ईर् ईर् धातुः आत्मनेपदी गतौ कम्पने च अङ्गकार्यम् उपधायां दीर्घः इकारः लघु इक् नास्ति तस्मात् अङ्गकार्यं नास्ति सन्धिकार्यम् अत्यन्तं न्यूनं यतः रेपात् परे थ ध एते हलः सन्ति चेत् केवलं संयोजनम् आम् रेपः इन् रेपः इन् प्रत्याहारे किम् आम् इति किं तत्र दोषः अस्ति किं भवितव्यं तत्र आम् रेपः इन् प्रत्याहारे अस्ति अतः रेपात् परे सकारः चेत् आदेशप्रत्ययः इत्यनेन सकारस्य षत्वम् ईर् से ईर्षे ईर्षे आदेशप्रत्ययोः ईर् धातुः अजादिः अतः लनि आड् अजादीनाम् इत्यनेन आड् आगमः आटश्च इत्यनेन वृद्धिरादेशः आ ईर् ऐर् ऐर् इति अङ्गम् अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि ओके झटिति करोतु लट् लकार मीना महोदय ईर् अत्र ईर् योगः ते ईर् ईर् ते एव ते आते अते ईर्ते ईराते ईरते वर्णमेलनमेव ईर्षे सकारः षत्वं भवति तत्र आदेशप्रत्ययोः इति सूत्रेण तस्मात् ईर्षे ईराथे ईर् ईर्द्वे ईर् एवहे महे ईरे ईर्वहे ईर्महे सत्यम् ईरते ईराते ईरते ईर्षे ईराथे ईरध्वे ईर्द्वे ईरे ईर्वहे ईर्महे अस्तु अग्रे विजयमहोदय लोट् आं जि तत्र लोट्लकारे ताम् आताम् अताम् स आतां द्वम् ऐ आवहे आमहे इति अस्ति तत्र अपि ईरेतां वा किम् ईरताम् ईरताम् ईराताम् ईर्ताम् ईरतां नास्ति वा न ईरताम् न अत्र ईरते ईरते इति आगच्छति खलु ईरते ईराते ईरते मध्येपि नास्ति न इदानीं भवत्या किम् उक्तम् अत्र लक्ष्मीरूपम् ईर्ते एव वा अस्तु एकनिमिषं ईरते एव अहं मया न उक्तं भगिनि ईर्ते ईर्ते ईर्ते एव वा अत्र किम् एक लङ्गीरूपम् ऐर् इति भवति परन्तु तत्र लङ्गिन लोट् लोट् करोतु लट् विकाश लट् रूपं किमपि अत्र नास्ति खलु अस्तु न किमपि लोट् करोतु ईर्तां तत्र आताम् इति अस्ति अतः तत्र ईराताम् इति भवति वा ईराताम् अनन्तरम् ईरताम् ईरतम् ईरतम् अनन्तरम् ईर्स्व ईर्स्व ईराताम् ईरध्वं तत्र ईर् अस्ति अनन्तरम् ऐ ईरै इति अस्ति खलु जि उत्तमपुरुषे एकवचनं ईरै ईरावहै ईरामहै किमर्थम् अत्र ईर् अस्ति रूपम् ईर् एव ऐ एव प्रत्ययः मया समाप्तमेव एतत् ईरै ईरै मया समाप्तमेव अत्र ईरै क्षम्यतां भगिनि अनन्तरम् ईरावहै ईरामहै इति अस्ति आम् महोदय लङ् ईर्योगः अत्र आडजादीनाम् इति सूत्रेण आडागमः भवति आटश इति अनेन वृत्तिः भवति ऐद् ऐर् ऐ योगत ऐर्त सम्यक् वा ऐर्त ऐराताम् ऐरात ऐरत ऐरत हा सम्यक् ऐराताम् ऐरत ऐर् ऐर्ताः ऐराताम् ऐर्द्वम् ऐर् ऐर् ऐरिया ऐरि ऐर्वहि ऐर्महि ऐर्त ऐराताम् ऐरत ऐर्ताः ऐराताम् ऐर्त्वम् ऐरि किमपि नास्ति केवलं वर्णमेलनम् ईरित ईरियाताम् ईरित ईरियाताम् ईरिरन् ईरितः ईरियाताम् ईरित्वम् ईरिय ईरिवति ईरिन् अवगच्छन्ति वा प्रश्नास्ति ईर्मध्ये अस्तु तर्हि ईर् धातुः अपि समाप्तः अग्रे गच्छामः मीना महोदय शकारान्त मह्यं श्वः एम् ए सांस्कृतिक एक्सामिनेशन् अस्ति प्रथमपत्रम् अहं गमिष्यामि वा जि धन्यवादः जि अस्तु शुभेच्छाः मीना महोदय शकारान्त धातु वश् शकारान्त वश् वश् धातुः परस्मैपदं कान्तौ अङ्गकार्यं वश् हलादिपित्सु उपदायां ह्रस्व अकारः अतः किमपि गुणकार्यं नास्ति अजादिपित्सु उपदायां ह्रस्व अकारः अतः किमपि गुणकार्यं नास्ति हलादि अपित्सु ङित्सु प्रत्ययेषु सम्प्रसारणं भवति वश् योगः तः उष् तः देन् अजादि अपित्सु ङित्सु प्रत्ययेषु सम्प्रसारणं भवति वश् अन्ति उष् अन्ति उषन्ति वा केन सूत्रेण सम्प्रसारणं भवति गृहीज्या सूत्रं वा गृहीज्या व्याधीव्य वै व्यधि वष्टि विच्छति वृच्छति पृच्छति वृज्जदीनां ङिति च ङिति च इति सूत्रेण सम्प्रसारणं भवति एतत् एतेषु धातुषु एव किल वय् धातु, व्यद् धातु, वश् धातु, व्यच् धातु, व्रश्च धातु, प्रच् धातु, भ्रश्च धातु, एतेषां सम्प्रसारणं भवति कित्मि प्रत्यये परे. अत्र वश् अपि अस्ति खलु, वष्टि, वष्टि इत्युक्ते वश् अपि अत्र करोति. तर्हि पुनः अस्माभिः सम्प्रसारणं पूर्वं पठितं. तर्हि मीना महोदय, भवती वदतु सम्प्रसारणम् इति सूत्रस्य संज्ञासूत्रं किम्? यज्ञणः सम्प्रसारणं यणः स्थाने यः इक् इक् भवति, इको यण चि इति सूत्रस्य विपरीतं खलु. विपरीतम् आपोसिट् इस् विपरीतम्. तर्हि यकारस्य स्थाने इकार, वकारस्य स्थाने उकार इति अस्ति, रिक् इति अस्ति. अस्तु, तर्हि इग्यणः सम्प्रसारणम्, इग्यणः सम्प्रसारणम्, यन् प्रत्याहारस्य स्थाने इक् प्रत्याहारः भवति. तर्हि यकारस्य स्थाने इ, वकारस्य स्थाने उ, रेफस्य स्थाने ऋ, लकारस्य स्थाने लृ इति अस्ति. इदानीं प्रश्नः अस्ति, अत्र पश्यतु वश् अस्ति खलु, अत्र वश् मध्ये किम् अस्ति, वकारः, अकारः, षकारः. इदानीं वकारस्थाने उकारः भवति, तर्हि उकारः, अकारः, षकारः. इदानीम् उकारः, अकारः, षकारः अस्ति, उकारः, अकारः, तस्य सन्धिः कथं भवति, केन सूत्रेण भवति? किं महोदय प्रश्नः किं? वश् अस्ति खलु, व अश, वकारस्य सम्प्रसारणं भूत्वा उकारः भवति, उ अश. इदानीम् उकार अकारयोः सन्धिः कथं भवति? उकारः उच्च भवति. कथं भवति, मध्ये अकारः अस्ति खलु, उ अ अस्ति खलु, उ अ अस्ति तत्र, कथं भवति? सन्धि कथं भवति? सूत्रं किम्? अस्माभिः बहु पठितं सूत्रम्. किं कथं वकारः उकारः भवति वा? न, वकारः उकारः भवति सम्प्रसारणम्. इदानीम् उकारः अकारः तयोः सन्धिं सन्धिः कथं भवति, केन सूत्रेण? सम्प्रसारणाच्च खलु, सम्प्रसारणाच्च, सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्. इदानीम् उ इति सम्प्रसारणवर्णः अस्ति, तस्मात् अनन्तरम् अच् वर्णः अस्ति, अतः उभयोः स्थाने एकः पूर्वरूपम् आभवति, अतः उ योगः अ उ एव भवति. तर्हि उ अ ष उष् भवति इति अस्ति. तर्हि वश् तस्य उष् भवति. तर्हि सम्प्रसारणं केवलं कित्मि प्रत्ययपरे भवति, पित् प्रत्ययपरे अस्ति चेत् न भवति इति अपि अस्ति. अस्तु, अतः वश् योगः. इदानीं सन्धिकार्यम् पुनरपि महोदय, सम्प्रसारणात् अचि पूर्वपरयोः अचि पूर्वपरयोः एकः पूर्वः संहितायाम् इव् योगः अयोगः इष् भवति, वकारस्य अनन्तरम् अकार अच् एव अस्ति, पूर्वपरयोः एकः पूर्वः इव् एव संहिताय सम्प्रसारस्थाने उकारः भवति, ऊ योगः अ भवति, ऊ योगः अ, ऊ एव भवति सम्प्रसारणाच्च इति सूत्रेण. पूर्वपरयोः एकादेशः भवति वा, एकः पूर्वः संहितायाम् ऊ योगः अ ऊ एव भवति. अवगतम्. सामान्यतया उयोगः इको यणचि इत्यनेन पुनः व भवति खलु, परन्तु सम्प्रसारणवर्णः अस्ति चेत् पूर्वरूपे नो चेत् किमपि भवति वा सम्प्रसारणेन वकारस्य उकारः पुनः सन्धि कृत्वा पुनः वकारः तर्हि किमपि न भवति अतः अस्तु इदानीं सन्धिकार्यं किमस्ति शकारः अस्ति खलु शकारः अनन्तरं झल् वर्णः अस्ति चेत् किं सूत्रं भवति झटिति वदतु वर्षति तदनन्तरं शकारान्तरं झलिपदान्ते शकारस्य स्थाने मूर्धनशकारः भवति तर्हि वश् मध्ये शकारस्य स्थाने मूर्धनशकारः भवति वश् इति अस्ति इति तु मुख्यकार्याणि सन्ति अस्तु इदानीं लट् रूपाणि कुर्मः मदर् महोदय लट् रूपाणि करोतु धातुं धातुं समाप्य पश्चातु पश्चातु लट् लकारः वश्योगः ति ति अत्र वश्योगः ति सम्प्रसारणं प्रथमं भवति तत् अतः भवति न भवति महोदय पित् अस्ति वश्योगः ति ति अस्ति वश्योगः ति सकारस्य स्थाने शकारः भवति वृष वृष मृज रज याज शशां तत् सूत्रेण वश् योगः ति वश् योगः ति वश् योगः ति तदनन्तरं श्रुणशुः श्रुणशुः इत्यनेन वश् योगः ति वष्टि वष्टि वष्टि वष्टि तदनन्तरं वश्य योगः तः अस्ति अत्र सम्प्रसारणं भवति अपि तस्य अतः वश् सम्प्रसारणं उतः उष्योगः तः न उष्योगः तः उष्योगः तः इदानीमपि सकारस्य शकारः भवति उष्योगः तः श्रुणशुः सूत्रेण उष्टः उष्टः इति भवति उष्टः वश्योगः अन्ति वश्योगः अन्ति अत्र सम्प्रसारणं न भवति निति अपि तस्ति भवति अपि तस्ति अतः भवति उष्योगः अन्ति उष्योगः उषन्ति उषन्ति उषन्ति वश्योगः सि अस्ति वश्योगः अस्ति शकारः शकारः भवति मूर्धन्यशकारः वश्योगः सि सि षडोको कः सि षडोक् इत्यनेन ककारः भवति आम् ककारः भवति ककारः भवति वाक्योगति असि वाक्योः सि आदेशप्रत्ययोः इत्यनेन वक्षि वक्षि बहु सम्यक् वक्षि वस्योगतः अत्र सम्प्रसारणं भवति उष्योगतः उष्टः सुनश्रुः इत्यनेन टकारः भवति उष्टः मूर्धनिषकारः भवति उष्ट अनन्तरम् उष्ट वश्योगः मी वश्योगः मी अस्ति अत्रापि मूर्धनिषकारः भवति वश्मि इति भवति वश्मि वश्मि बहु सम्यक्ष्मि उष्टः सन्ति वक्षि उष्टः उष्ट वश्मि वश्वः वश्मि वश्मः वश्मः उष्वः सम्प्रसारणम् उष्वः उष्मः उष्मः उष्मः उष्मः उष्मः आम् आम् वष्टि उष्टः वक्षि उष्टः उष्टः वष्टि उष्व उष्म उष्वः उष्म तत्र मूर्धनिषकारः अस्ति तालव्यषकारः तालव्यषकारः किमत् जलादि नास्ति खलु जल्पत्य नास्ति जलादि नास्ति आम् आम् अग्रे लोट् लकारः लोट् लकारः वश् योगः तु वश् योगः तु तु इति पित् अस्ति व्रज व्रज व्रश्च भ्रश्च सृज भ्रज यज यज राजभृशां चशांशः भ्रज भ्राज चशांशः षत्वं भवति वश् वश् तु तदनन्तरं शृणाष्टुः वष्टु तात् इति अत्र अपित् अस्ति अपित् अस्ति तेषु तस्मात् सम्प्रसारणं भवति गृहिज्या यदि यदि व्यष्टि पृच्छति पृच्छति सृजानुमोद सूत्रेण सम्प्रसारणं भवति सो उष् तात् भवति तदनन्तरं भ्रश्च भ्रश्च सृज भज चाषत्वं भवति उष् उष् तात् भवति ष्टुनाष्टुः उष्टात् तु ताम् अन्तु अका अन्तु अत्र अपित् अस्ति जाति अस्ति तस्मात् सम्प्रसारणं भवति अपित् अस्ति तस्मात् सम्प्रसारणम् उष् वश् बिकम्स् उष् भवति उष् उष्यन्तु उषन्तु तदनन्तरम् उष् वश् योगः हि वश् योगः हि हि तत्र सम्प्रसारणं भवति हे सेर् हि अपि चेति सूत्रेण सम्प्रसारणं भवति अपि भवति न न अपि अपित् अस्ति तत् गृहिज्या व्यधि व्यधिवष्टि इति सूत्रेण सम्प्रसारणं भवति उष् उष् हि तदनन्तरम् उष् हि हुजल्प्यो हे दीपति वा उच् धि भवति वा उष् धि तदनन्तरं गृही व्रश्च ब्रश्च सृजमृज च षत्वं भवति उष् उष् धि देन् ष्टुनाष्टुः उष् उष्ढि उष् देन् उष् उष्टि तन् जलां जश्चसि बहु सम्यक् उड्ढि भवति वा उड्ढि एन् उष्टात् सर्वे हल् सन्धौ निपुणाः सन्ति इति वदामि उड्ढि न श्रूयते महोदय न सर्वे हल् सन्धौ निपुणाः इदानीं भवन्ति इति मन्ये उड्ढि इति सरलरूपं नास्ति अग्रे उष्टात् समानमेव सम्प्रसारणं भवति श्रुत्वं भवति समानमेव उष्टात् उष्टम् उष्ट वश्य देन् वश्य आणि आवराम अपित् अस्ति खलु अपित् अस्ति तस्मात् सम्प्रसारणं नास्ति वशानि वशानि वशाव वशामः केन सूत्रेण अपित् अस्ति महोदय केन सूत्रेण पित् अस्ति महोदय स्मरति वा आडुत्तमस्य पिच्च आडुत्तमस्य पिच्च तर्हि वष्टु उष्टात् उष्टां उषन्तु उड्ढि उष्टाम् उष्टात् उष्टम् उष्ट वशानि वशाव वशाम अस्तु मदर् महोदय लङ् वश्योगः तकारः वश् लङ् लकारम् इति अडागमः भवति अवश् योगः तकारः अस्ति सूत्रं विस्मरामि महोदय लङ् लिङ् लुङ् लङ् अडु अडुदातु आम् अनुदातु अवश्योगः त इदानीम् अपृक्तमस्ति अतः कुल्याभ्यो दीर्घात् अतिसु अत्र सम्प्रसारणं भवति न भवति पित् अस्ति अन्याभ्यो दीर्घात् इत्यनेन दीर्घात् अवश् लोपो भवति अवश् अवश् इति अवश् अवश्य एव भवति वा नकारः अस्ति पदान्ते शकारः अस्ति शकार पदान्ते जशन् जलं दृश्यन्ते इत्यनेन अन्ते शकारः अस्ति चेत् किं भवति व्रश्च व्रश्च अपि कार्यं करोति खलु तत् झरिपदे झरिपदान्ते अस्ति खलु आमाम् आं भवति आं महोदय अतः अवश्य शकारः अस्ति मूर्धन्य अवश्य तदनन्तरं जलां दृश्यन्ते कार्यं करोति वा किं भवति अवड् अवड् अवड् इति अग्रे अवश्य योग चत्वं भवति अवट् अवड् अथवा अवड् अवश् अवश्योगः ताम् अतः अपित् अस्ति अतः अतः सम्प्रसारणं भवति अवुष्योगः ताम् अवुष्योगः ताम् दश ब्रज राजै दशाम् इत्यनेन शकारः शकारः भवति अवश्योगः ताम् अवुष्योग क्षम्यतां महोदय अवुष्योगः ताम् अवुष्योगः ताम् शृणुषुः इति अनेन आदजादीनां न भवति वा परन्तु सम्प्रसारणानन्तरम् अजादि भवति खलु तत् अडागमः आडागमः सर्वत्र अनन्तरं भवति तर्हि इदानीं प्रसारणानन्तरम् अजादि धातुः आड् आजादिश्च इति सूत्रेण आटश्च इत्यनेन वृद्धि तर्हि प्रथमं धातुः किमस्ति तस्य अन्तिमरूपं किं तत् दृष्ट्वा अडागमः न श्रूयते महोदय भवतः न श्रूयते धातोः अन्तिमरूपं दृष्ट्वा एव आडागमः अडागमः भवति वा इति चिन्तयामः तर्हि इदानीं सम्प्रसारणानन्तरं धातुः अजादि भवति अतः आडागमः न श्रुणोमि महोदय न श्रूयते श्रोतुं शक्नोमि इदानीं श्रूयते वा अहं इदानीं श्रूयते तर्हि इदानीम् आड् आगमनं भवति अजादि अस्ति खलु सम्प्रसारणानन्तरम् अतः आड् आजादीनां तदनन्तरम् आटस्य क्षेत्रेण वृत्ति अतः अवष्टाम् इत्यनेन अपि तु आ उष्टाम् औष्टाम् आमाम् औष्टाम् औष्टाम् औ औ औ औष्टम् औष्टाम् इति भवति वा औ शकार ताम् औष्टाम् औष्टाम् अत्रापि औ भवति वा सम्प्रसारणम् अत एव भवति अत्र औ भवति औ औष् योगः अन् भवति औषन् औषन् औषन् औषन् अवश्य योगः सकारः अस्ति किं महोदय पुरुषे एव भवति अहं न श्रुणोमि महोदय प्रथमपुरुष अवश्य आम् आम् आम् आम् अवश्य अवड् अवधि अत्र सम्प अवश्ययोगः तं सम्प्रसारणं भवति औष्योगः तम् औष्योगः तम् औष्टम् औष्टं भवति वा औष्टम् औष्ट अत्र अवश्य अवश्यम् अवश्यम् अत्र सम्प्रसारणं भवति औ औष्म औष्व औष्म औष्व औष्ममध्ये शकारः महोदय तालव्य अस्ति वा औष्म तालवि अस्ति जल् नास्ति सः अवषट् अवषड् औष्टाम् औषन् अवषट् अवषड् औक्षम् अवशम् औक्ष्व औक्षलिङ्गि नास्ति केवलं भवति सर्वे प्रत्ययः तिष्ठन्ति अतः उष्यात् उष्याताम् उष्याः उष्यातम् उष्याः अत्र सम्प्रसारणं भवति किल विधिलिङ्ग् विधिलिङ्ग् मध्ये सम्प्रसारणं भवति सर्वत्र तालव्यशकारः एव तिष्ठति अधिकारम् एव अस्तु तर्हि इदानीं विरमामः प्रश्नः अस्ति वा कस्यापि नास्ति महोदय अस्तु धन्यवादः शुभरात्रिः